नमस्कारः नियुक् प्रकारः इति करपत्रम् अनुवर्तते। तर्हि आरम्भतः एकवारं पश्यामः वा सरलभगिनी भवती वक्तुमिच्छति वा आरम्भतः? प्रयत्नं करोमि। अस्तु, लिट् लकारः इति भविष्यत्काले अस्ति, तत्र लिट् लकारः भविष्यत्काले यद्भवति तत् अपि लुट् लकारः अपि भविष्यत्काले भवति। द्वयोः मध्ये कः भेदः अस्ति इति अवगन्तुं वयं त्रीणि सूत्राणि पठितवन्तः। एकमस्ति तत्रोपपदं सप्तमीस्थम्। अनेन किं भवति, यत् सूत्रं सप्तम्यां भक्त्या विभक्त्यां निर्दिष्टम् अस्ति, तत्र सप्तमी निर्दिष्टस्य उपपदसंज्ञा भवति। तत्रोपपदम् इत्युक्ते सप्तमी इति उपपदम् अपि भवति, अपि सति सप्तमी अपि भवति। तत्र इति भवति, अत्र सति सप्तमी अपि भवति। सो धातोः सूत्रस्य अधिकारे अस्ति अत्र। द्वितीयं सूत्रमस्ति तुमुन् रुम्लो क्रियायां क्रियार्थायाम्। अस्मिन् सूत्रे क्रियायां क्रियार्थायाम् अपि सप्तम्यां विभक्त्यां निर्दिष्टम् अस्ति, अतः तत्रोपपदं सप्तमी स्थितम्। अनेन जस् पदं सप्तम्यां विभक्त्यां निर्दिष्टमस्ति, तस्य उपपदसंज्ञा भवति। सो क्रियायां क्रियार्थायां तस्य उपपदसंज्ञा अस्ति। यदि उपपदसंज्ञा अस्ति अनेन तुमुन् रुम्लो तस्य विहित भवति, तत्र अस्ति अपि तुमुन् रुम्लो विहित भवति इति अस्ति तुमुन् रुम्लो क्रियायां क्रियार्थायाम्। इदानीं वयं जानीमः क्रियायां क्रियार्थायाम् इति अस्ति क्रिया अर्था या अस्ति तस्य तुमुन् रुम्लो इति यत् तस्य विधानं भवति तत्र भविष्यत्काल अर्थे इति भवति। सामान्यतया वयं जानीमः तुमुन् इति प्रत्यय भावा अर्थे भवति, रोल् प्रत्यय कर्तृ अर्थे भवति, किन्तु भविष्य अर्थे अपि तेषां प्रयोगः भवति। तो धातोः अनुवृत्तिसूत्रमस्ति धातोः तुमुन् रुम्लो प्रत्ययो परश्च भविष्यति क्रियार्थायां क्रियायां। सो धातोः परः धातोः उत्तरस्य तुमुन् रुम्लो प्रत्ययोः इति तुमुन् रुम्लो प्रत्ययद्वयोः विधानम् अस्ति। परश्च भविष्यति, भविष्यति इति सप्तम्यां विभक्त्याम् अस्ति, भविष्यकाल अर्थे इति भवति क्रियार्थायां क्रियायां, यदि क्रियार्था क्रियायाम् अस्ति अस्ति। तो इदानीं वयं इति आवश्यक भवति क्रियार्थां क्रियाया क्या का क्रियार्थां क्रिया भवति। यत् समाधा यत् कार्य धातोः कार्यं यत् क्रिया पूर्णताय अन्या क्रियायाः साधनेन इति भवति तत् अस्ति क्रियार्था क्रिया। उदाहरणमस्ति पठितुं गच्छति, इदानीं पठितुं न भवति किन्तु पठितुं पठनक्रिया आगामी काले भवति। तो गच्छति इति भवति क्रियार्था क्रिया। तो क्रियार्था क्रिया इति गमनक्रिया भवति पठनक्रिया साधनार्थं। तो गमनक्रिया यत् अस्ति तत् अस्ति क्रियार्था क्रिया। तुमुन् इति यत् अस्ति यद् पठितुं वा पाठकः गच्छति इति यदि रोवल् प्रत्यय वयं प्रयुज्यामः तत्र इति भविष्यकाल अर्थे भवति, तेषाम् अर्थे इति भवति। तदनन्तरं वयं यदि दृष्टवन्तः लिट् शेषे च, द लिट् शेषे च इति सूत्रमस्ति। सामान्यभविष्यत्काले अर्थे धातो लिट् लकारः भवति उपपदरूपेण, अन्या क्रिया भवति चेदपि न भवति चेदपि। लिट् शेषे च इति सूत्रं वदति भविष्यत्कालार्थे यदि क्रियार्था क्रिया उपयुज्य अस्ति वा न अस्ति, तत्र अस्ति यत् यत्र वयं दृष्टवन्तः पठितुं गच्छति, तत्रापि लिट् शेष लिट् लकारस्य उपयोगः भवति। अपि यदि नास्ति यत्र तत् अस्ति शेषे, यत्र क्रियार्था क्रियायाः उपयोगः नास्ति किन्तु अन्यत्र अस्ति तत्र शेषे अन्य विषये यद् भविष्यत्काल भवति तत्र सामान्यभविष्यत्काल तत्र अपि लिट् लकारस्य उपयोगः भवति कथमिति अस्ति वयं यदा पठितुं गच्छति इति अस्ति यदि लिट् भवति तत्र तस्य उपयोगः भवति पठिष्यति इति गच्छति तस्य प्रयोगः भवति पठिष्यति इति गच्छति भोक्तुं व्रजति इति अस्ति भोजनक्रिया न अभवत् किन्तु भोजनक्रिया भविष्यकाले भवति इति गमनक्रिया अस्ति क्रिया अर्थात् क्रिया भोक्तुम् इत्यस्य भवति भक्षति इति गच्छति इति भवति लिट् लकारस्य उपयोगः इति वयम् एतावत् भोजको गच्छति यथा यदा वयं नूल् प्रयोगं कुर्मः तत्र अपि भोक्षति इति गच्छति आगच्छति लिट् लकारस्य प्रयोगः अस्तु भगिनि बहु सम्यक् उक्तवती भगिनि सर्वम् अधुना स्मृतं त्रीणि इति लिखितवती तदपि बहु समीचीनं लिखितवती अस्तु भगिनि तर्हि तत्र अधुना ऋट् शेषे च इति आरभ्य पठामः वा वयं तत्र किञ्चित् पठितवन्तः किन्तु पुनः ततः आरभ्य पठामः क्रियार्थां प्रेरं लिट् लकारे महोदय तत्र आरब्धवान् मणिमहोदय भवान् पठितुमिच्छति वा महोदय क्रियार्थायां क्रियायां लिट् लकारे इति भागः यः भागः अस्ति पठामि वा आम् महोदय गते सप्ताहे पठितवन्तः किन्तु लिरिट् शेषे च लिरिट् तत्र महोदय न महोदय तत्र तस्मात् पूर्वं क्रियार्थायां क्रियायां लिट् लकारे इति अस्ति खलु क्रियार्थायां क्रियायां लिट् लकारे तर्हि अधुना लिरिट् शेषे च इत्यस्य प्रसङ्गे क्रियार्थायां क्रियायां उपपदः इत्यनयोः व्यवहारः कथम् अस्ति इति परिशीलयितुं चिन्ता वयं क्रियातायां क्रियायाम् उपपदे धातोः भविष्यत्काले लिट्लकारः भवति तुमुन् प्रत्ययस्य प्रसङ्गे भोक्तुं व्रजति इति निदर्शनं दत्तम् अत्र भोक्तुं भविष्यत्कालाद्य अस्ति अपि च व्रजति क्रियातायां क्रियायाम् उपपदे अस्ति एवमेव लिट्लकारः भवति मोक्ष्यति इति व्रजति अर्थः अस्ति यत् कोऽपि गच्छति येन खादितुं शक्नुयात् एतावता न खादति गत्वा खादिष्यति श्यामः मोक्ष्यति इति गृहं गच्छति अस्मिन्नेव अर्थे श्यामः भोक्तुं गृहं गच्छति अत्र मुख्यक्रिया अस्ति भोजनक्रिया मोक्ष्यति यत्र एका क्रियाया कर्तुं द्वितीयक्रिया क्रियते तत्र या क्रिया मुख्यक्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुं लिट् लकारः उपयुज्यते यदि श्यामः भोजनक्रियातायां कृतं गच्छति तर्हि अत्र भोजनक्रिया मुख्या अस्ति अपि च गमनक्रिया क्रियातायां कृतम् अस्ति भोजनक्रियातायां गमनक्रियायाः कृता अतः क्रियाता क्रिया इति उक्तम् इदानीमेव सरलभगिन्या उक्तं सर्वं तदेव क्रियातायां क्रियायां स्थाने लिट् लकारः कथं भवति इति सापि उक्तवती तदर्थम् उक्तं तदेव अत्रापि दत्तं लिट् शैक्षणस्य कदत्र भवति इति ज्ञातुं शक्नोति चेत् क्रियातायां एकक्रिया साधनार्थम् अन्यक्रिया उपयुज्यते तत् क्रिया प्रथमक्रिया यदा सप्तमीभक्ति भवति तदा अन्यक्रिया साधनक्रिया अपि क्रियातायां क्रियां भवति तत् क्रियातः क्रियायां धातुतः तत्र उपस्थितम् उपपदम् इत्यनेन उपपदं भवति, तत्रापि लिट्टः शेषः इति कार्यं करोति. अनन्तरम् उपपदपदम् अस्ति चेदपि एकं क्रियातायां क्रियायां मात्रमपि द्वयोः स्थाने लिट्टः शेषः इति शेषसूत्रेण भविष्यत्पदार्थं भवति. अन्य क्रिया अन्य उपयोगं भवति अत्र क्रियातायां भविष्यत्काले तदा तुमुन् प्रथमक्रियायाः सप्तमीयं भवति, तदा तुमुन् प्रति वा पश्यन्ति इति भोक्तुं भजति इति तत्र तुमुन् प्रत्ययः उपयुज्यते. अनन्तरं भोक्तुं भविष्यत्काले ते अस्ति न भोजनस्य नाट् फिनिश्ड् सप्तमीपीठं प्रति गमनस्य अनन्तरमेव भोजनक्रिया प्राप्तं सो अतः सप्तमी व्यक्ति अपि भवति भविष्यत् आम् भविष्यत् अपि भवति अत्र अतः किं प्रत्ययः उपयुज्यते. अनन्तरं विभजति इति क्रियातां क्रिया अपि उपपदे अपि अनन्तरं सामान्य भविष्यत्कालस्य अपि लिङ्गं शेष च इत्यनेन शेषचर्चः भोक्तुं गच्छति इति भोजन भोक्ष्यति गत्वा भोक्ष्यति गत्वा खादिष्यति इति सामान्य भविष्यत्कालार्थे भवति इति किमपि वदति चेत् वदतु महोदय. न महोदय महोदय सर्वं महोदय उक्तवान् भवान् उक्तवान् महोदय तावदेव मम अपि अवगमनम् अस्ति. अस्तु तर्हि लृक्शेषे च अहं पठामि वा. लृक्शेषे च लृक्शेषे च इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति. भविष्यति क्रियार्थायां क्रियायां धातोः लृक्शेषे च. तर्हि भविष्यत्काले क्रियार्थायां क्रियायां धातोः लृट् भवति इति अधुना परिशीलितम्. तदा शेषे च अनेन यत्र क्रियार्थायां क्रिया नास्ति अन्यत्र सर्वत्र यत्र क्रियार्थायां क्रिया नास्ति इति किमस्ति खलु क्रियार्था क्रिया नास्ति अन्यत्र सर्वत्र सामान्यभविष्यत्कालार्थे लृट् लकारप्रयोगः शेषे च इति अन्तर्गतम् अन्तर्गतम् अन्तर्गतम् इति नास्ति खलु अन्तर्गतम् इति अस्ति खलु अन्तर्गतम् अस्ति. यथा पिता कार्यं करिष्यति मम पित्रं पत्रिकायां मम मित्रं पत्रिकायां लेखं लेखिष्यति. यत्र कुत्रापि सामान्यभविष्यकालार्थे लृटः व्यवहारः भवति क्रियार्थायां क्रियां विहाय शेषे च इत्यनेन विधीयते. महोदय अतः अग्रिमपङ्क्तिमपि पठामि वा. सामान्यभवित् भविष्यत्कालः इति अर्थः अधुना सामान्यभविष्यत्कालः इति विषयः उक्तम् आसीत् यत् इति विषयः उक्तम् आसीत् यत् लिट्रकारः सामान्यभविष्यत्काले भवति. किमर्थम् इत्युक्ते अद्यतने न अद्यतन अनद्यतने इति न उक्तमस्ति इति कृत्वा सामान्यभविष्यत्कालः इति स्वीक्रियते औत्सर्गिकरूपेण स्वीक्रियते. तदा तु सामान्यभविष्यत्काल इति वयं स्वीकुर्मः खलु यत्र औत्सर्गिकरूपेण भवति यत्कि तत्र भवति तत् कुत्र कुत्र भवति इति बोध्यम् अस्माभिः. तर्हि सामान्यभविष्यत्कालः इत्युक्ते कः इति अस्माभिः अवगन्तव्यम्. भविष्यत्कालार्थे लृट् लकारः सर्वत्र व्यवह्रियते. अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत् यत्र यत्र अपवादः भवति तत्र तत्र अपवादस्य प्रयोगः भवतु. किन्तु यत्र अपवादः नास्ति चेत् सामान्यरूपेण औत्सर्गिकरूपेण लृट् लकारस्य प्रयोगः क्रियते इति उक्तम्. अत्र अपवादः तु अत्र लुट् लकारः अस्ति. तर्हि लुट् लकारस्य अपवादभूतत्वं वर्तते लुट् लकारः. तर्हि सामान्यव्यवहारः कुत्र इत्यस्य बोधनार्थम् अपवादस्य व्यवहारः कुत्र भवति इति बोध्यम्. यत्र अपवादं कुत्र अस्ति इति जानीमः चेत् तद्विहाय अन्यत्र सर्वत्र सामान्यकार्यं प्रचलति इति जानीमः इति अत्र उक्तमस्ति. सरला भगिनी भवती वदति वा? अपवादभूतलुट्लकारः पूर्वमेव लुट्लकारः परिशीलितः अस्माभिः गतरात्रे अन्तिमप्रहारात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकाल इति उच्यते. न विद्यते अद्यतनं यस्मिन् अनद्यतनम्. अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट् लकारो विधीयते, यथा श्वः देवदत्तः कर्ता, देवदत्तः श्वः भोक्ता. वयं लुट् लकार इति वयं पठितवन्तः आदौ. तत्र अनद्यतनकाले लुट् लकारस्य प्रयोगः भवति इति. अनद्यतनकाल किं भवति, अद्यतनकाल किं भवति, तस्य पुनः स्मरणम् अस्ति अत्र. तो अद्यतनकाल भवति गतरात्रे अन्तिमप्रहरात् आगम्यमानरात्रे प्रथमप्रहरपर्यन्तम् इति अस्ति. इत्युक्ते दिवस चतुर्विंशति घण्टाः दिवसे, तस्य अष्ट प्रहर भवति. एकस्मिन् प्रहरे त्रयघण्टाः सन्ति. तो सूर्योदय आरभ्य सूर्यास्तपर्यन्तं यदि षट् प्रातःकाले षड्वादन सूर्योदय स्वीकुर्मः, तो षड्वादन वादन आरभ्य षड्वादन सायङ्काले पर्यन्तम् इति भवति अद्यतन न इति अस्ति सूर्यास्त. तो किन्तु यत् अद्यतनकालम् अस्ति त्रयघण्टा पूर्वम् इति, गतरात्रौ अन्तिमप्रहर अस्ति. तो त्रिवादन प्रातःकालस्य त्रिवादन आरभ्य प्रथमपहरपर्यन्तम् आगामिरात्रस्य प्रथमपहरम् इति षड्वादनतः नववादनपर्यन्तम् इति षड् प्रहरा भवन्ति अद्यतनकाले. प्रातःकाले त्रिवादने आरभ्य नववादनपर्यन्तं रात्रौ इति भवति अद्यतनकालः. शेषः भवति अनद्यन्तकालः. सो अनद्यन्तकालः भवति रात्रौ नववादन आरभ्य आगामि यत् किमपि चर्चितं भगिनि. तर्हि यदि अहं दशवादने किमपि कार्यं करोमि तर्हि मया श्वः इति वक्तव्यं वा? नो महोदय, इति उक्तवान् हेमा भग्न्याः प्रश्न यत् तत् आसीत्. सो महोदय उक्तवान् इति समीचीना कस्यापि इति अवगमन समीचीनं नास्ति इति. किमपि वयं वक्तुं शक्नुमः. मम प्रश्नः अस्ति, यदि अहं वदामि नववादने मम वर्गं भवति वा नववादने मम वर्गं भविष्यति वा नववादने वर्गं भवता इति किं साधु अस्ति. तो महोदय उक्तवान् भवति लट् लकारस्य उपयोगः अपि भविष्यत्काले भवति. मम वर्गं प्रत्येकदिवं प्रत्येकस्मिन् दिवे दिने अस्ति. तत् अहं वक्तुं शक्नोमि कि श्वः अहं गच्छामि इति वक्तुं शक्नुमः. श्वः अहं वर्गे गच्छामि, वर्गं गच्छामि इति वक्तुं शक्नुमः इति साधु अस्ति. किमपि साधु अस्ति श्वः वर्गं गन्तुमिच्छामि इति श्वः इति प्रयोगेन सह तत्र लट्लकारस्य प्रयोगः साधु अस्ति इति वा? या तत् यदि इति अस्ति न भवती किं वदामि, यदि रूटीन्लि हेपन्स् रैट् देर् वी केन् यूस् बट् ऐ थिङ्क् लैक् अण्ड् ईवन् अदर् थिङ्ग्स् रैट् इवन् मोस्ट्लि ऐ थिङ्क् अद्यतन अद्यतन अनद्यतन ऐ थिङ्क् इट् हेपन्स् मोस्ट्लि फार् like your birth chart and everything. No, agree me. Like if if I was born after 3 AM then I would be like taking like that particular day. Assume like today is 9th of what is it, today is May 30th. So if I was born after 3 AM on May 30th then I would be writing my date of birth as the Indian whatever date I'll be using today's date. But if yes. it was born before 3 a.m., like 2 a.m. if it was born, or even 2:55 a.m., then I would be using yesterday's date. Is it? आम् आम् तथा अस्ति तदहं जानामि तदहं सो इति महोदय उक्तवान् लट् लकारस्य प्रयोगः अपि भवति भविष्यत्कालात् किन्तु अन्य परिच्छेदं द्वयम् अस्ति तत्र इति समीचीनम् अन्तर्जतकालस्य किम् उपयोगः अस्ति कत्र कुत्र भवति इति दत्तमस्ति प्रहराणां पुनःस्मरणम् एकस्मिन् स्थितौ अष्टौ प्रहरा वर्तन्ते येषु चत्वारः प्रहरा दिनस्य चत्वारः च रात्रे प्रथमप्रहर आरभ्यते सूर्योदयसमये तर्हि षड्वादने प्रथमप्रहरस्य आरम्भः इति चेत् प्रातःकालस्य षड्वादनात् सायङ्काल पर्यन्तं दिनस्य प्रहराः उक्तं यत्र गतरात्रे अन्तिमप्रहरात् आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम् अद्यतनकालः गतरात्रेः अन्तिमप्रहररात्रौ त्रिवादनात् षड्वादनपर्यन्तम् आगम्यमानरात्रिः प्रथमप्रहर इत्युक्ते सायङ्कालस्य षड्वादनात् नववादनपर्यन्तम् अतः अद्यतनकाले इत्यस्मिन् आहत्य षड् प्रहराः सन्ति रात्रिवेलायां त्रिवादनात् आरभ्य आगम्यमानरात्रि नववादनपर्यन्तम् इति अहम् उक्तवती अस्तु अग्रे मणिमहोदय पठति अनदत्यन लुट् आं भगिनि पठामि अनदिर लुट् इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति भविष्यति इत्येव भविष्यत् भविष्यत् अनदिने इत्य अनदिने अर्थे वर्तमानात् धातोः लुट् प्रत्ययः भवति लुट् अपवादः स्वः कर्ता स्वभोक्ता अनदितने इत्युक्ते स्व भवति भविष्यत् सामान्यम् इति नास्ति केवलं स्वः कालिक भविष्यत्वम् एतदेव अनदितनम् इति भाष्यमतम् लुट् लकारस्य पाठे अस्माभिः दृष्टं यत् यदि भविष्यत् सामान्यं सर्वम् अनदितेन शब्देन गृह्यते तर्हि लुट् लकारस्य सामान्य इति व्यवहारे किमपि स्थानं न तिष्ठेत् अद्यतनस्य विषये करोति इत्युक्ते अद्यतनकाले अपि भावि वर्तते इति कृत्वा अद्यतनभविष्यत्कालस्य प्रतिषेधं करोति कथनस्य आशयः एवं यत् अद्यतनभविष्यत्कालस्य समीपकालः एव अनद्यतनकालः इति विवक्षितं नाम अद्यतनभविष्यत् भिन्नः अद्यतनभविष्यत् सदृशः यथा अनस्वम् आनय इति आदेशः प्राप्ते चेत् कस्यचित् पक्षी आनीयते किं न पक्षी नानीयते अश्वः भिन्नः अश्वसदृशः चतुष्पादः पशुविषये आनेतव्यः एवमेव अद्यतनभिन्नः इत्युक्ते अद्यतनभविष्यत्कालस्य निषेधम् इत्यस्य कथनेन अद्यतनभविष्यत्काल समीपकालस्य कालः एव अनद्यतनशब्देन विवक्षणीयः निषेधः इत्युक्ते अद्यतनभविष्यत्काल भिन्नत्वे सति अद्यतनभविष्यत्काल सदृशः कालः अनेन अनद्यतनभविष्यत्कालः नाम श्वः एव अद्य भवति सो भविता इति भाष्यकारमतं प्रयत्नं करोमि महोदय अनद्यतन लुट् इति सूत्रेण किम् अत्र दत्तमस्ति चेत् तदपि भविष्यत्काले एव भवति लुट् लकारः अपि भविष्यत्काले भवति अनन्तेन लुट् अपि लुट् लकारः अपि भविष्यत्काले भवति भविष्यत्काले धातोः लुट् लकारः भवति अनन्तरं लुट्टो अपवादः लुट् लकारः भवति लुट् लकारस्य अपवादः कथं भवति इति ज्ञातव्यम् उदाहरणमस्ति स्वः कर्ता स्वभोक्ता विच् अनतिदिने अस्ति दत्तं भविष्यत् सामान्यम् इति नास्ति अनतिदिन अस्ति अद्य नास्ति इति इत्यनेन अनतिदिन इत्युक्ते भविष्यत् कालं सामान्यं नास्ति अनन्तरं लुट्लकारे अनन्तदिनशब्देन गृह्यते भविष्यत् सामान्यं सर्वम् अनन्तदिनशब्देन गृह्यते तर्हि लुट्लकारे सामान्यव्यवहारे किमपि नास्ति यस् लुट्लकारे अपि भविष्यत्कालस्य समीपे अस्ति अनन्तदिन अस्ति भविष्यत्कालस्य समीपे अस्ति इति अर्थेन अस्ति इति महोदय समीपे इति किम् उक्तम् इति न अवगच्छामि महोदय तद् भगिनी अवगच्छति वा तत् समीपे इति किम् अत्र चर्चितम् इति समीपे इत्युक्ते अद्यतनकालस्य समीपं श्वः इति समीपं भवति न समीपकाल ओ ओ किन्तु अग्रिमदिनं नास्ति इति केवलं श्वस्तनदिनं परश्वः नास्ति अनद्यतन नास्ति इति वा श्वः परश्व इति अनद्यतकालं न भवति न भवति तत्र तु सामान्यभविष्यत्कालस्य प्रयोगः सामान्य यदि इति न स्वीकुर्मः अद्यतनकालस्य बृहत् क्षेत्रं भवति अद्यतन इति यदि यदि वयं केवलं इति किन्तु तत्र वयं सामान्यलोके लुट्लकारस्य प्रयोगः भवति अतः इति स्पष्टीकर्तम् इति अन्यतनकाल इति दत्तमपि अद्यतनसदृश अद्यतनभिन्न इत्युक्ते समीपकालस्य इति भवति अद्यतनत्वे अद्यतनविषयभिन्नत्वे सति अद्यसदृशकाल इति समीपकाल इति स्वीकर्तव्यं किन्तु भाष्यकाल अग्रे आगच्छति यदश्व भाविकाल अस्ति परश्व द्वे वर्ष आगामी अस्ति अपि यदि वयं श्वभावी इति स्वीकुर्मः यथा किमपि भवत्या समय बहुत समीचीना अभवत् किन्तु श्व द्विकाल द्वे वर्षानन्तरमपि तस्य शिबिरं पुनः भवति किन्तु इदानीं भवती चिन्तति कि द्वे वर्षानन्तरमपि यदि श्वभाव यदि पूरयति तत्र तत्र अपि अन्नजतनकाल मन्यते लोक भविता मन्यते तत्र इति लुट्लकारस्य प्रयोगः कर्तुं शक्नुमः इति मनसि सति यथा अस्ति तत्र पार्श्वे दूरे इति यथा पार्श्वे दूरे इति वदामः तत्तु मनसः यत् पार्श्वे दूरे भवति खलु साक्षात् तत्र नियमेन नास्ति खलु दूरे इत्युक्ते कियत् दूरमिति न उक्तमस्ति तथैव पार्श्वे इति कियत् दूरमिति न उक्तमस्ति इति कृत्वा वैयक्तिकरूपेण भवति पार्श्वे दूरे अत्रापि अद्यतन अनद्यतन इति मम अवगमनमस्ति द्वितीय यत् परिच्छेदमस्ति तत् स्पष्टीकरोतु महोदय अग्रे गच्छतु महोदय संक्षम्यतां धन्यवादः अन्यपङ्क्ति वा पङ्क्तिः पूरितं खलु सरलपाणि पूर्वम् उक्तवती अनन्तेन लुट्लकारे न किन्तु न पठितवन्तः खलु तर्हि एकवारं पठामः अहं पठामि वा तर्हि पठतु महोदय कृपया तदा लोके तु तदेव महोदय तदा लोके तु अयं नियमः लुट्लकारे श्वः एव इति तु अनुष्ठमाणः न इति कारणतः न केचन समाधानं कल्पितं यत् अद्यतनभविष्यत् अत्यन्तं विलम्बितभविष्यत् कदापि स्वभावित्वं यथा निश्चितविवाहः यदा यदा समीपे भविष्यति तदानीं किं भवति तत् तत् विषयः चिन्तनं यदा अतिशयेन क्रियते तदानीं कालः गच्छत् एव भावने अतः सोपादे अपि अतीवविलम्बितपादे वत् भाषय कदाचित् भाषते कदाचित् अनेन अत्यन्तं पूर्वमपि स्वभावे इत्यपि कदाचित् भवितुम् अर्हति भावनया लोके अपि इति सः अनुभवः व्यवहारः वर्तते स्वभावे अपि स्वभावित्वं तर्हि अनेन समाधानं नागेशस्य उक्तं नागेशेन उक्तं विशिष्य स्थितिषु आहत्य अद्यदिन इति स्वस्थन्या एव सम्यक् परञ्च लोके तत् विहाय प्रयोगो भवति इति दृष्ट्वा नागेशः मध्यं मार्गं दत्तं महोदय सहायं करोति महोदय आं महोदय अपेक्षितं सहम् अपेक्षितं महोदय एकवारं पुनः अहमपि पठामि वा एकवारं तदा लोके तु अयं नियमः लृट् लकारः श्वः एव इति तु अनुश्रियमाणः न इति कारणतः नागेशेन इत्युक्ते श्वः एव अनद्यतन इति सर्वैः न अङ्गीक्रियते लोके इति कृत्वा नागेशः वदति समाधानं वदति यत् इत्युक्ते अत्यन्तविलम्बितभविष्यत् अपि शोभाविवत् इत्युक्ते यद्यपि श्वः साक्षात् श्वः नास्ति परश्वः वा अग्रिमसप्ताहः वा अग्रिममासः वा भवतु अत्यन्तविलम्बित भविष्यति अपि तत्तु विलम्बेन तत्र आगच्छति खलु अत्यन्तं तत्र इत्युक्ते तत्र मध्ये विरामः विरामं विना स्वीकर्तव्यम् इति अस्ति वा तत्र अत्यन्तम् इत्यनेन तत्र श्वविहाय परकाल भवति अत्यन्तं परश्व परसप्ताह मास तु श्वभाविवत् श्वः यथा अस्ति तथा एव अस्ति अद्य नास्ति खलु इति कृत्वा श्वभाविवत् स्वीकर्तुं शक्यते इति तस्य भावः कल्पयितुं शक्नुमः इति यथा निश्चितविवाहः यदा यदा समीपे भविष्यति तदानीं किं भवति तद्विषयकचिन्तनं यदा अतिशयेन क्रियते तदानीं कालः न गच्छन्निव एव भवति अतः शोभावी अपि अतीवविलम्बितभावी इतिवत् भासते कदाचित् इत्युक्ते क्षणं गच्छति खलु यद्यपि कस्य तत्र यत्र विवाहकार्यं यदा वयं कुर्मः तदा तु क्षणमात्रेण एव अग्रिममासः अपि आगच्छति खलु इट् कम्स् वेरि फास्ट् डेस् गोस् बै वेरि फास्ट् अण्ड् देन् वेरि सून् यु हेव् द नेक्स्ट् मन्त् वाट् एवर् द वेडिङ्ग् डेट् कम्स् अप् बिकास् यु आर् सो बिसि वित् द प्रिपरेशन्स् प्रायः तदेव अस्ति खलु इति कृत्वा तत्तु विलम्बितभावी इति किम् अस्ति शोभावि तत्र स्वीक्रियते तत्र अनुभूयते इति अनेन अत्यन्तदूरभावी अपि शोभावी इत्यपि कदाचित् भवितुम् अर्हति भावनया इति भावना अनुसृत्य तद् स्वीकर्तुं शक्यते इति लोकेपि ईदृश अनुभवः व्यवहारः च वर्तते इति सामान्यतः लोके वयं पश्यामः एव एतादृश अनुभवः इति यत्र कालः बहु शीघ्रेण गच्छति तदा तादृशं चिरभाविन्यपि शोभाविवत् यद्यपि बहुकालात् अनन्तरम् अस्ति तथापि तत्र शोभाविवत् स्वीक्रियते अनुभवामः वयं तर्हि अनेन समाधानं नागेशेन उक्तं विशिष्टस्थितिषु यत्र तु सामान्यतया न अङ्गीक्रियते अनद्यतन इत्युक्ते सामान्यतया श्वः इत्येव अङ्गीक्रियते किन्तु यत्र अस्माभिः अग्रिमसप्ताहः वा अग्रिमः मासः अपि तत्र शीघ्रम् आगच्छति इति रूपेण बृहत् कार्यं किमपि अस्ति इति कं वेरि सून् इति रूपेण वयं यत्र मनसि तत्र भावः उद्भवति तदा तु वयं तादृश अनद्यतनं तत्र तादृश भविष्यत्कालं वयं शोभाविवत् इत्युक्ते अनद्यतनवत् स्वीकर्तुं शक्यते इति आहत्य अनद्यतन इति श्वस्तन्याः एव संज्ञा साक्षात् तु श्वः इत्येव संज्ञा अस्ति किन्तु परञ्च लोके तद्विहाय अपि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान् इति. सो इट् डिपेण्ड्स् आन् योर् पर्स्पेक्टिव्. इफ् यु थिङ्क् द टैम् इस् गोयिङ्ग् टु गो वेरि फास्ट्, देन् यु केन् कन्सिडर् इट् अस् टुमारो. नेक्स्ट् मन्त् कुड् बि कन्सिडर् टुमारो बिकास् इट् कम् सो फास्ट्. बट् अदर्वैस् इन् अ जनरल् रूल् ओन्ली टुमारो इस् टुमारो अनद्यतन इति. तदा एव लुट्लकारस्य प्रयोगः भवति. अन्यथा तु परश्वः इति अग्रिममासस्य विषये तु सामान्यतया लृट्लकारः एव तत्र साधु भवति इति समाधानमस्ति खलु तथा. आं भगिनि, चिरं काल वा विलम्बितकाले अपि स्वभावी कल्पना यदि भवति तत्र वर्धनं झट् इति ते वर्धन्ते खलु. यद्यपि बहुकाल तत्र संवत्सराः अतीताः भवन्ति तथापि शीघ्रमेव ते वर्धिताः भवन्ति. तादृशविषयेषु प्रायः स्वीकर्तुं शक्यते. रिलेटिव् इति तिरुदस्ति महोदय किमुक्तवान्? कार्यं श्वः अस्ति चेत् अनुदिनं भवति, तत्र लुट् लकारः भवति. अन्य दूरे अस्ति चेत् एकमासस्य अथवा सिक्स् मन्त्स् परे अस्ति चेत् सामान्य भविष्यत्काले अग्रिमपरिच्छेदं तत् स्पष्टीकरोति व्यवहारः कुत्र कस्य क्रमः अस्ति. भगिन्यः एव क्रमः अस्ति खलु भगिनी. लिट् व्यवहारः कुत्र? अधुना प्रश्नः अस्ति यत् लिट् स्थानं किम्? अन्यजतनशब्दस्य अर्थः कः? भाष्यकारस्य शिक्षा स्वभावी. नागेशस्य च चिन्तनं यत् अनद्यतने लुटि स्वभावश्च सम्भवति. अधुनामपि मनसि जिज्ञासा वर्तते यत् लुट्टो अपवादः इत्यर्थ कथनेन अपवादशब्दस्य को अर्थः? व्याकरणे यः अपवादभूत तस्य एव प्राप्तिः, न तु अन्यस्य. अनेन लुट् स्थानं किम्? अपि च केन तर्केण? अपि च भाष्यकारस्य मतम् अनुसृत्य लुट् लकार क्षेत्रं श्वः एव इति चेत् अग्रिमे सप्ताहे मासे वर्षे इति कस्य लकारस्य क्षेत्रं? पुनः प्रश्नः उदेति लुट् लकारस्य प्रयोगः कुत्र भवति? अनद्यतन यदि भाषक यत् वयं दृष्टवन्तः तस्य अर्थं श्व अस्ति, तु केवलं श्व इति तत्र तस्य प्रयोगः भवति. किन्तु अनद्यतने यथा नागेशस्य इति भाष्यकारस्य अर्थमस्ति स्वभावित्वम् इति अनद्यतनकाले यदि वयं स्वभावित्वं मन्ये तत्र अपि अनद्यतन लुट् लकारस्य प्रयोगः भवति. तु इदानीं यदि वयं लुट्टो अपवादः लुट् लकार लिट्टः अपवादः अस्ति, तु अपवादभूत कथम् आगच्छति? यदि लिट्टो अपवाद लिट् लकार अस्ति, तो यदि वयं अपवादत्वेन सदा अपवाद यस्य अस्ति यत् करोति तस्य उपयोगः भवति, तो लुट् लकारस्य एव प्रयोगः भवेत्, न तु लिट् लकारस्य इति. किं करणीयम् इति क्षेत्रं श्वः यदि वयं केवलं श्वः इति तत्र लुट् लकारस्य प्रयोगः भवति वा अग्रिमे सप्ताहे मासे वर्षे कस्य लकारस्य श्वेतं भवति? अग्रे आगच्छति. मणिमहोदय लुट् लकारः लुट् अपवादः एव. नाम भविष्यत् सामान्यविधः लुरिट् अनन्तेन भविष्यत् विषये अर्थात् स्वभाविरूपं स्वभाविरूपं भविष्यत् विषये अयं लुट् लकारः विधीयते इति हेतोः येन न अप्राप्ते यः विधिः आरभ्यते सः तस्य बाधको भवति इति स्थाने न्यायेन एकः अपरस्य अपवादः यत् कर्तृकः अवश्यं प्राप्तौ सत्यां. नाम यः विधिः अवश्यं प्राप्नोति एवम् अस्मिन् विधौ प्राप्ते सति पुनः अन्य विधिः आरभ्यते चेत् सः च पुनः आरभ्यमाणविधिः अवश्यप्राप्तिः प्राप्तिविधिं बाधते. प्रकृतौ भविष्यत् सामान्ये पिहितः लिरिट् इति कृत्वा लिरिटः अवश्यं प्राप्तिरस्ति स्वभावि स्वभविष्यत् अपि भविष्यत् एवं तत् भिन्नं भविष्यत् सामान्यमपि भविष्यत् एव अतः भविष्यत् निमित्तकतया लिरिट् लकारः प्राप्नोति येन न प्राप्नोति यत् कर्तृकः अवश्यप्राप्तौ सत्यां लिरिट् कर्तकः अवश्यं प्राप्तः सत्यां यः विधिः आरभ्यते लुट् विधिः आरभ्यते अयं लुट् विधिः तस्य नाम लिरिटः लिरिट् विधेः बाधः भवति अतः स्व गमिष्यामि इति तु न भवति इति एव लिट् अपवादः इत्युक्ते लुट् लकारः एव लिट् लकारस्य अपवादः इति पूर्वं सरलपण्यः उक्तवती स्वभावित्वं लुट् लकारः येन न प्राप्ते इति आरभ्यते सः तस्य बाधको भवति इति तदेव अधः अपि दत्तम् अवश्यम् अवश्यप्राप्तौ सत्यां नाम यः विधिः अवश्यं प्राप्नोति इत्युक्ते भविष्यत्कालः लुट् अद्यतनभविष्यत्कालः आरभ्यते ततः पूर्वमेव अन्यः विधिः आरब्धः अस्ति इत्युक्ते अनुदिन आरभ्यते इति अहं चिन्तयामि महोदय सम्यक् नास्ति चेत् करेक्षन् करोतु अनुदिन आरब्धः अतः अद्यतन इति भविष्यत्कालः निषेधकं भवति इति अतः लिरिट्लकारः बाधितम् इति अहं चिन्तयामि महोदय तदेव अहम् आगच्छामि तर्हि यदा नववादनं जायते तदा तु श्वः आरभते इति कृत्वा ततः आरभ्य लुट् लकारस्य प्रयोगः कर्तव्यः खलु तादृशम् अन्यविधेः विधानं जायते तदा तु सामान्यविधिः अपगच्छति तस्मिन् विवक्षायां सामान्यविधिः न क्रियते किन्तु अपवादविधिः यत् आरब्धः तस्य प्रयोगः क्रियते इति पर्यन्तम् अध्येतन ततः परं लुट्लकारः भवति वा लुट्लकारः आम् तदनन्तरं यदा नववादनस्य यदा अग्रिमदिवसस्य नववादनः यदा समाप्तः भवति तदा तु परश्वः भवति इति कृत्वा तदा पुनः सामान्यभविष्यत्कालः आरभ्यते पुनः वदतु महोदय यदा परश्व यदा श्वस्तननववादनः भवति अद्यतननववादनात् आरभ्य श्वस्तननववादनपर्यन्तम् अनद्य श्वः भवति खलु अनद्यतनं तदनन्तरं पुनः सामान्यभविष्यत्कालः भवति श्वस्तननववादनात् आरभ्य खलु येन न अप्राप्ते कर्तृक इत्युक्ते न विधिः लिरिट् अद्यतनविधिः ततः पूर्वम् अन्यविधिः भवति इति अर्थः न लिट् अद्य श्वः आरभ्य भवति इति कृत्वा अद्यतननववादनात् आरभ्य लिट् भवति खलु अपि यदि अद्यतनकालः अस्ति दिवसस्य तत्रापि लुट् भवति श्वः इति अस्ति मन्येत यत्र यत्र श्वः इति स्वीकुर्मः तत्र लुट् भवति अन्यथा तु लुट् भवति वयं न पठितवन्तः वर्गे किन्तु पठा अग्रिमपङ्क्तिं पठामि वा न एतत् परिच्छेदं वयं न कृतवन्तः वर्गे ओ एवं वा अस्तु अस्तु अस्तु अस्तु तर्हि तावदेव पठितवन्तः वा आमां महोदय पुनः पुनः इति ज्ञातुम् इच्छति सर्वे अवगच्छन्ति वा न त्रयजनानां पृच्छति किम् अवगतं किम् अवगतम् आमामां किमर्थम् इत्युक्ते जाटिल्यमस्ति खलु आवश्यकं भवति भगिनी एतत् यदा भवन्तौ स्पष्टीकृत् किमस्ति कृतवन्तौ तदा एव मम मनसि यद्यपि पूर्वम् अस्माभिः पठितम् आसीत् लुट्लकारस्य विषये तथापि विस्मरामः भगिनि विस्मरामः एतादृशविषयः अधुना अवगच्छामि स्मरामि पूर्वं यदा पठितं तदापि प्रायः अहं सम्यक् न अवगतवती इति मन्ये अधुना एव मम मनसि स्पष्टता जाता किमपि न स्मरतवती पूर्वं किं पठितवन्तः तर्हि विरमामः किम् अस्तु भगिनि धन्यवादः शुभरात्रिः शुभरात्रिः